ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुविज्ञानं द्वितीयः। धातुविज्ञानं द्वितीयः इति करपत्रे तत्र चत्वारि प्राकृतिककार्याणि विषये तत्र सूत्राणि दत्तानि। इत्युक्ते तत्र धातुपाठे कानिचन धातवः सन्ति येषां विषये तत्र लौकिकरूपाणां सिद्ध्यर्थं तत्र न केवलं अनुबन्धानां निष्कासनम् आवश्यकं, परन्तु तत्र कानिचन प्राकृतिककार्याणि विषये अपि चिन्तनीयम्। सो तत्र धातु ये व्याकरणशास्त्रे तत्र चत्वारि प्राकृतिककार्याणि सम्भवति धातुषु। तत्र पूर्वस्मिन् वर्गे वयं सत्त्वकार्यस्य विषये तत्र सूत्रं किं तद् दृष्टवन्तः। इत्युक्ते तत्र धातुपाठे ये धातवः सन्ति, वयं जानीमः तत्र यदा वयं कस्यचित् धातुः विषये तिङन्तरूपम् अथवा कृदन्तरूपस्य निर्माणं कर्तुम् इच्छामः चेत् तत्र प्रथमे तत्र धातुः मूलरूपं किं तत् अवश्यं तत्र द्रष्टव्यं। मूलरूपस्य अनन्तरमेव तत्र प्रत्ययस्य योजनं भवति, प्रत्ययः वयं योजयितुं शक्नुमः। यः सोरि लौकिकरूपस्य सिद्ध्यर्थं तत्र लौकिकरूपस्य निर्माण अनन्तरम् एव वयं तत्र प्रत्ययः योजयितुं शक्नुमः। सो तत्र पदनिर्माणार्थं तत्र धातुः आवश्यकं, प्रत्ययः आवश्यकं, परन्तु तत्र धातुः यः धातुपाठे दत्तं मूलरूपे तत्र अन्यवर्णाः सन्ति ये प्रक्रियायां न तिष्ठन्ति, तेषां निष्कासनम् आवश्यकम्। अतः तत्र धातुविज्ञानं प्रथमम् इति करपत्रे वयं दृष्टवन्तः। तत्र व्याकरणशास्त्रे इत्संज्ञाप्रकरणं तत्र अस्ति, तस्य आधारेण तत्र वर्णानाम् इत्संज्ञा भवति। सो तत्र धातुः पश्यामः चेत् कोऽपि इत् अनुबन्धवर्णः इत्संज्ञकवर्णः अस्ति चेत् तस्य निष्कासनं प्रथमसोपाने एव भवति। धातुविज्ञानं द्वितीय इति करपत्रे तत्र लिखितम् अनुबन्धानां निष्कासनम् अनन्तरं तत्र चत्वारि प्राकृतिककार्याणि तेषां विषये अपि चिन्तनीयं। किमर्थं? लौकिकरूपस्य सिद्ध्यर्थम् एव। सो धातुः योगः प्रत्ययः कुर्मः चेत् तस्य प्राक् एतस्य विषये चिन्तनम् आवश्यकम्। सो प्रथमसोपानमस्ति इत्संज्ञकवर्णानां निष्कासनं, द्वितीयम् अस्ति तत्र चत्वारि प्राकृतिककार्याणि। सो यः प्रथमप्राकृतिककार्यम् अस्ति सः अस्ति सत्त्वकार्यं। तत्र सकारस्य आदेशः भवति, सकार आदेशरूपेण आयाति। कस्य सकारादेशः भवति इति सूत्रे सूत्रं पश्यामः चेदेव ज्ञातुं शक्यते। सूत्रमस्ति धात्वादेशः सः। धात्वादेशः सः इति सूत्रे तत्र महर्षि वदति औपदेशिक उपदेशे ये धातवः सन्ति तेषां मूर्धन्यशकारस्य स्थाने सकारादेशः करणीयम्, तावदेव वदति, किमपि निमित्तम् आवश्यकं नास्ति। सो अत्र कदा शकारस्य सकारादेशः भवति? यदा वयं तत्र तादृशधातुः अनन्तरं प्रत्ययस्य प्रत्ययः योजयितुम् इच्छामः चेत् इत्युक्ते तत्र प्रक्रियार्थं धातुः वयं धातुपाठतः नयामः चेत् तत्र एतादृशः सत्त्वकार्यं सम्भवति। सो यदि तत्र धातुः अनुबन्धानां निष्कासनम् अनन्तरं प्रथमवर्णः प्रथम आदिमवर्णः मूर्धन्यशकारः अस्ति चेत् तस्य सकारादेशः भवति अनेन सूत्रेण। तत्र कोऽपि निमित्तम् आवश्यकं नास्ति, केवलं यदा वयं तत्र लट् लकारः अथवा तत्र तिङन्तरूपस्य निर्माणार्थम् अथवा कृदन्तरूपस्य पदनिर्माणम् इच्छामः चेत् तत्र तदा एव एतत् कार्यं करणीयम्। परन्तु वयम् अत्र किम् अत्र तु सूत्रं तु सामान्यसूत्रम् अस्ति, धातुवादे शहसः शकारादिधातवः ये सन्ति धातुपाठे तेषां सकार इति आदेशः करणीयं, तावदेव सूत्रं वदति। परन्तु वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र कानिचन धातवः सन्ति येषु तत्र मूलरूपेषु एव तत्र परिवर्तनम् आदौ एव मूलरूपे एव कृतम्, यत्र यत्र येषां धातूनाम् आदौ मूर्धन्यषकारः अस्ति तेषां व्याकरणशास्त्रे तेषाम् अन्यतनामः अस्ति शोपदेशधातवः। उपदेश अवस्थायां येषाम् आदिं वर्णः मूर्धन्यषकारः तेषाम् एकं वैयाकरणः एकं नामं दत्तं शोपदेशधातवः। सो ते तत्र अराउंड तत्र 90 धातवः आर् देयर् विच् आर् शोपदेशधातवः। धातुपाठे ये द्विसहस्रधातवः एकशतं धातवः तत्र शोपदेशधातवः। सो तत्र तेषां विषये तत्र सकारादेशः भवति अनेन सूत्रेण धातुवादेशः सः कदा यदा वयं तत्र प्रत्ययः योजयितुं तादृशधातु अनन्तरं प्रत्ययः योजयितुम् इच्छामः चेत् तत्र एतत् कार्यमपि करणीयं धातुवादेशः सः इति, अनेन तत्र सकारादेशः भवति। परन्तु तत्र शोपदेशधातुविषये तत्र मूलधातुपाठे तत्र कानिचन धातवः सन्ति शोपदेशधातवः येषां साक्षात् अनन्तरं टठ अथवा तत्र मूर्धन्यनकारः टठ ण इति मूर्धन्यवर्णाः। सो तत्र न केवलं सकारादेशः भवति, तत्र वयं दृष्टवन्तः तत्र एकं द्वितीयपरिवर्तनम् अपि भवति, यत्र तकारः यत्र टकारः टवर्गः श्रूयते साक्षात् शकारस्य अनन्तरं, शकारः प्रथमवर्णः तस्य अनन्तरं तत्र टकारः श्रूयते चेत् अव्यवहितरूपेण टकारः श्रूयते चेत् तत्र द्वितीयपरिवर्तनम् अपि भवति। सो तत्र यदा तत्र धातुवादेशः सः इति सूत्रेण शकारस्य सकारादेशः भवति तत्र टकारस्य तकारादेशः अपि भवति इति वयं दृष्टवन्तः। तथैव तत्र मूर्धन्यषकारस्य साक्षात् अनन्तरं ठ अस्ति चेत् ठकारः साक्षात् परे अस्ति चेत् तत्र धातुवादेशः सः इति सूत्रेण यदा सकारादेशः भवति तत्र द्वितीयपरिवर्तनम् अपि भवति, तत्र ठकारस्य स्थाने तत्र तथ ठकारः आयाति, सो तत्र स्थ इति भवति। सो किमर्थम् एतादृशः तत्र धातुवादेशः सः इति सूत्रं तु अवगतं, शकारस्य अनेन सूत्रेण सकारादेशः भवति, परन्तु टकार ठकारयोः तत्र किमर्थं तथ भवति इति तत्र पृष्टः आयाति मनसि। वयं दृष्टवन्तः तत्र एकं प्रवादः अस्ति, निमित्तपाये नैमित्तिकस्य अपि अपायः इति एकं प्रवादः प्रसिद्धवचनः। सो तत्र तेन किं निमित्तपाये नैमित्तिकस्य अपायः इति यः प्रवादः अस्ति तस्य सामान्य अर्थः कः इत्युक्ते यदा तत्र निमित् इत्युक्ते कारणम् अपगच्छति, वयं जानीमः तत्र कारणस्य कारणम् अस्ति चेत् कार्यं भवति। सो तत्र कार्यं भवति चेत् तत्र किमपि फलमपि अस्ति, कार्यस्य फलम् आवश्यकम्। सो यदा तत्र कारणम् अपगच्छति एतत् प्रसिद्धवचनस्य अनुसारेण तत्र किं वैयाकरणः वदन्ति यदा कारणम् अपगच्छति तेन तत्र तेन कारणेन यत् कार्यम् अभवत् तदपि तस्यापि अपायः भवति, तस्य सः अपि स कार्यमपि अपगच्छति। सो यदा तत्र यः धातुपाठे ष्ट अथवा ष्ठ दत्तं धातुविषये, मूलधातुविषये ते वैयाकरणः वदन्ति तत्र मूले टकारः ठकारः न आसीत्, तत्र तकारः थकारः एव आसीत्, परन्तु तत्र षकारस्य प्रभावेन, षकारस्य कारणेन तत्र टठ इति अभवत्। किमर्थं चेत् तत्र एकं वयं जानीमः, तत्र एकं सूत्रमस्ति स्तोः ष्टुनाष्टुः इति अस्ति। सो सन्धिकार्यं कदा भवति? सन्धिकार्यं यत्र यत्र संहिता अस्ति तत्र तत्र सन्धिकार्यं भवति व्याकरणशास्त्रे। सो धातुपाठे ये धातवः सन्ति ते अपि शब्दसमूहा, तत्र सन्धि अवकाशः अस्ति चेत् तत्र मूले एव सन्धिकार्यम् अपि कृतम्। किमर्थं चेत् सन्धिकार्यस्य कृते कोऽपि अन्यत् प्रयोजनं नास्ति, यत्र यत्र संहिता अस्ति तत्र प्रायशः सन्धिकार्यं तत्र भवति, अपि च सन्धिकार्यं नित्यकार्यं नास्ति, कुर्मः वा न कुर्मः तत्र अस्माकं विवक्षा अनुसारेण एव सन्धिकार्यं भवति। सो तत्र उच्चारणे सौलभ्यं भवेत् इति सन्धिकार्यस्य एकम् अन्यत् प्रयोजनमपि अस्ति। सो तत्र वैयाकरणः वदन्ति मूले एतत् टठ न आसीत्, मूले तु तत्र शत एव, परन्तु षकारस्य कारणेन, तत्र मूर्धन्यषकारस्य साक्षात् अनन्तरं तालुवर्णः अस्ति, अतः तस्य स्तोः ष्टुनाष्टुः इति सूत्रेण तत्र टकारः अथवा ठकारः अभवत्। अतः यदा तत्र धातुवादेशः सः इति सूत्रेण कार्यं भवति, तत् कार्यं कदा भवति? मूलरूपे तु न भवति। यदा तत्र वयं प्रक्रियार्थं धातुं नयामः, अपि च तस्य अनन्तरं प्रत्ययस्य योजयितुम् इच्छामः चेदेव धातुवादेशः सः इति सूत्रस्य विषये चिन्तनीयम्। आदौ एव सूत्रस्य विषये तत्र चिन्तनं न करणीयं तत्र भवति। अतः यदा एकवारं तत्र धातुवादेशः सः इति सूत्रेण षकारस्य सकारादेशः भवति, अनेन सूत्रेण, अनेन शास्त्रेण तत्र टकारः ठकारस्य कोऽपि तत्र कोऽपि प्रयोजनं नास्ति। सो तत्र यदा एकवारं निमित्तः अपगच्छति, षकारस्य कारणेन एव टकारः अपि च ठकारः अभवत्। सो यदा षकारः एव अपगच्छति, कारणमेव तस्य अपायः भवति, तस्य अभावः भवति षकारस्य, तत्र सकारादेशः भवति। सो किमर्थं तत्र टकारः ठकारः अपि अपगच्छति? सो मूले यत् वर्णः आसीत् तत् पुनः आगच्छति, इत्युक्ते टकारस्य स्थाने तत्र तकारः आसीत्, अपि च ठकारस्य स्थाने तत्र थकारः आसीत्। सो ते एकवारं षकारः अपगच्छति चेत् यस्य कारणेन तत्र टकारः ठकारः अभवत्, यदा एकवारं तत् कारणम् अपगच्छति तत्र फलमपि अपगच्छति, टकारः ठकारः अपि अपगच्छति, तस्य स्थाने तादृशवर्णस्य स्थाने पुनः तत्र मूले यः वर्णः आसीत् तत् पुनः आगच्छति। सो तादृशधातुविषये तत्र द्वितीयपरिवर्तनम् अपि दृश्यते। सर्वेषु षोपदेशधातुविषये एतादृशः द्वितीयपरिवर्तनं न भवति, यत्र तत्र ष्टुत्व अवसरः तत्र दृश्यते, ष्टुत्वसन्धि दृश्यते, तत्र एव करणीयं, यत्र सन्धि अवकाशः नास्ति तत्र न भवति। सो तत्र करपत्रे इतोपि किञ्चित् अस्य विषये दत्तम् अस्ति, ष्टुत्वसन्धिविषये तत्र किमपि अग्रे अपि दत्तम् अस्ति, एकवारं करपत्रतः पठामः, अनन्तरं तत्र पुनः प्रश्नाः सन्ति चेत् तस्य विषये अपि तत्र चर्चा कुर्मः। सो एकवारं करपत्रे अस्य सूत्रस्य विषये यत् लिखितं तत् एकवारं समापयामः, अनन्तरं तत्र यत् मया स्लैड् तत्र अस्ति तस्य विषये अपि तत्र चर्चा कुर्मः। अस्तु, तत्र पूर्वस्मिन् वर्गे वयं दृष्टवन्तः धातुवादेशः सः इति सूत्रस्य कः अर्थः, तत्र उपदेश अवस्थायां ये धातवः येषां धातूनां आदौ मूर्धनिषकारः अस्ति तस्य सकारादेशः भवति. किमर्थम् एतत् सूत्रद्वारा कार्यं करणीयं, कदा कार्यं करणीयं? यदा वयं धातुः तत्र लौकिकरूपं निर्मातुम् इच्छामः. लौकिकरूपं किमर्थं तत्र आवश्यकं? प्रक्रियाया धातुः सिद्धं भवेत् तस्य विषये एव लौकिकरूपम् आवश्यकं. सो प्रथमे अनुबन्धानां निष्कासनम्, अनन्तरं सत्त्वकार्यस्य विषये अपि चिन्तनीयं. यदि प्रथमवर्णः उपदेशकधातुः प्रथमवर्णः मूर्धन्यषकारः तस्य सकारादेशः भवति. अनन्तरं तत्र स्थाविषये वयं दृष्टवन्तः, स्थाविषये श्वद्विषये तु कोऽपि द्वितीयपरिवर्तनं न भवति. किमर्थं चेत् षकारस्य मूर्धन्यषकारस्य साक्षात् अनन्तरं तत्र वकारः, अतः तत्र कोऽपि सन्धि अवकाशः नास्ति. अतः कोऽपि तत्र मूले एव कार्यं न अभवत्. अतः तत्र केवलं सकारादेशः भूत्वा तत्र स्वद् इति धातु निष्पद्यते, लौकिकरूपं निष्पद्यते. परन्तु धातुपाठे एकं धातु अस्ति ष्ठा. ष्ठा तत्र धातु श्रूयते. यदा तत्र धातु आदेशः सः इति सूत्रेण षकारस्य सकारादेशः भवति, तत्र द्वितीयपरिवर्तनम् अपि दृश्यते. तत्र सठा न श्रूयते, तत्र स्था लौकिकरूपम् अस्ति. सो तत्र मूर्धन्यषकारस्य साक्षात् अनन्तरं ठ इति वर्णः, ठकारः, अतः तत्र ष्ठुत्वसन्धि अवसरः अस्ति. किमर्थं चेत् तत्र षकार ठकार मध्ये अत्यन्तसामीप्यम् अस्ति, संहिता अस्ति. अतः तत्र स्तोःष्टुनाष्टुः इत्यनेन कार्यं भूत्वा तत्र ष्ठा धातुपाठे दत्तम्. परन्तु यदा वयं तत्र ष्ठा इति धातु नयामः, तस्य लौकिकरूपं सिद्धिः कुर्मः चेत् तत्र षकारस्य यदा धातुवादेशः सः इति सूत्रेण सकारः भवति, तत्र द्वितीयपरिवर्तनम् अपि करणीयम्, आवश्यकम्. यदा षकारः अपगच्छति, निमित्तम् अपगच्छति, तेन कारणेन मूर्धन्यषकारस्य कारणेन एव ठकारः इति कार्यं. सो षकारः अपगच्छति चेत् तेन कारणेन यत् कार्यम् अभवत् तदपि तस्य कोऽपि आवश्यकता एव नास्ति. अतः पुनः तत्र थकारः दृश्यते. तस्य विषये निमित्तापाये नैमित्तिकस्य अपायः इति अनेन प्रवादेन वयं दृष्टवन्तः. तत्र स्था इति धातुः निष्पन्नः. तत्र अनन्तरं तदारभ्य तथैव यत्र धातुषुः तदारभ्य तत्र पठामः. तत्र कानिचन तत्र अस्य विषये एव दत्तम्, अनन्तरं तत्र चिन्तनं कुर्मः किं भवति अत्र. अस्तु, प्रथमे कः पठति, कः अथवा का पठति? गिरिजा भगिनी पठितुमिच्छति वा भगिनि? आं भगिनि, पठतु. तथैव यत्र, तथैव यत्र धातुषु अनुनासिक वर्गीयवर्णः इ, इन्, ण, मा च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः. नकारजः नाम नकारात् उत्पन्नः. वृत्तान्ते अच्चु धातुः गतिपूजनयोः मूलधातुः अच्चु इत्येव, किन्तु तत्र नकारस्य मूलस्वरूपं नकारः. चकारस्य योगेन एव सः नकारः जातः. धातुषु एवं सर्वत्र बोध्यम्. स्ना शौच इति धातुः अत्र नकारस्य मूलस्वरूपं नकारः, किन्तु शकारस्य प्रभावेन स्तुत्वसन्धिना नकारः णकारः जातः. तदा धात्वादेः शः सः इत्यनेन स्नाः स्नाः स्नाः स्नाः निमित्तापाये नैमित्तिकस्याप्यापायः इत्यनेन स्ना इति लौकिकधातुः, स्नाति इति लटि, स्नानम् इति ल्युटि. तावदेव वदतु भगिनि, किम् अत्र किं लिखितम्? केचन वर्णाः अन्ते वर्णाः अनुस्वाराः अस्ति, कखगण चचजण तठडढण पफबभम, अन्ते अन्तिमवर्णाः अनुस्वाराः च अपि. एते वर्णाः नकारजाः इत्युक्ते नकारात् उत्पन्नः. अनन्तरम् एतत् नावगतं भगिनी, वृत्तान्ते अच्छु धातुः गतिपूजनयोः इत्युक्ते नावगतम्. इत्युक्ते अत्र लिखितम् अस्ति भगिनी, धातुषु अनुनासिकवर्गीयवर्णः इत्युक्ते वी हेव् अ धातुपाठः, तत्र धातवः दत्तानि, तत्र बहूनि धातवः. अत्र किं लिखितं? यत्र धातुषु तत्र बहुत्र धातवः सन्ति, येषु मध्ये अथवा कुत्रचित् यत्र कुत्रापि आदौ अन्ते मध्ये अनुनासिकवर्गीयवर्णः, ते के? कण्ठ्यनकारः, तालुनकारः, मूर्धन्यनकारः अपि च म. एते वर्णः तत्र धातुषु लभ्यते चेत् अथवा अनुस्वारः लभ्यते चेत् तत्र ये वर्णाः न कण्ठ्यनकारः, तालुनकारः, मूर्धन्यनकारः, म अपि च अनुस्वारः, एते सर्वे वर्णाः कुतः आगतः? ते सर्वे नकारजाः, जः नकारात् उत्पन्नः. इत्युक्ते तत्र मूले तु नकारः, दन्त्यनकारः आसीत्, तेन किमपि कारणेन नकारस्य कुत्रचित् कण्ठ्यनकारः इति आदेशः, तस्य नकार दन्त्यनकारस्य एव तालुनकारः इति आदेशः, दन्त्यनकारस्य एव मूर्धन्यनकारः इति आदेशः. सो तत्र कुत्रचित् नकारस्य अनुस्वार आदेशः अपि भवति. सो तत्र यत्र यत्र एते मकारः अपि नकारजाः एव अत्र लिखितम्. सो यत्र यत्र मूलधातुषु कण्ठ्यनकारः, तालुनकारः, मूर्धन्यनकारः, म अथवा अनुस्वारः श्रूयते चेत् ते सर्वे कुतः आगतः? ते मूले तत्र न आसीत्, मूले तत्र दन्त्यनकारः एव आसीत्, परन्तु किमपि कारणेन नकारस्य स्थाने तत्र अपरिवर्तनम् अभवत्. सो नकारः जः नाम नकारात् उत्पन्नः, मूले तु नकारः, तत्र वर्णः तु मूले नकारः आसीत्, दन्त्यनकारः, परन्तु किमपि कारणेन तत्र कुत्रचित् कण्ठ्यन, कुत्रचित् तालून, तस्य विषये एकम् अत्र उदाहरणं दत्तम्. उदाहरणम् अस्ति अञ्चु इति धातुः. अञ्चु इति धातुः धातुपाठे एकं धातु अस्ति, अञ्चु इति एकं धातुः. तस्य अर्थः कः? गतिपूजनयोः इति अस्मिन् अर्थे एतस् धातु तस्य तत्र उपयोगः भवति. सो अञ्चु मध्ये किम्? अत्र तालुनकारः श्रूयते. सो अकारः अनन्तरं तालुनकारः, तालुनकारस्य साक्षात् अनन्तरं चकारः, अनन्तरम् उकारः. सो अञ्चु इति एकं धातु अस्ति. सो अत्रापि किम्? वर्गीय अनुनासिकव्यञ्जनः श्रूयते. च छ जन्य तालुनकारः अत्र श्रूयते. सो पूर्वे किं लिखितं? मूले तु तालुनकारः नास्ति, मूले तु दन्तनकारः एव, परन्तु किमपि कारणेन अत्र ञकारः अभवत्, ञ इति अभवत्. सो अत्र अञ्चु मूले तत्र धातुपाठं पश्यामः चेत् तत्र तु नकारः न दत्तम्, तत्र अञ्चु इति दत्तं, ञकारः इति परिवर्तनं भूत्वा एव दत्तं. सो तत्र मूलधातुः यः धातुपाठे दत्तम् अस्ति, अञ्चु एव दत्तं, परन्तु इदानीं वयं जानीमः यः ञकारः अस्ति सः तु मूले नकारः. सो तत्र वयं जानीमः इदानीं तु सन्धि वयं न तत्र सन्धि तत्र एकं सूत्रम् अस्ति तत्र अस्ति मोनुस्वारः अपि च नश्च पदान्तस्य झल्लि एकं सूत्रम् अस्ति नश्च पदान्तस्य झल्लि इति सूत्रं वदति अपदान्तनकारस्य यथा अत्र अपदान्तदन्त्यनकारस्य अपि च अपदान्तमकारस्य तत्र परे नश्च पदान्तस्य झल्लि इति सूत्रं वदति अनुस्वारस्य परे जलवर्णः अस्ति चेत् तस्य नश्च पदान्तस्य झल्लि अपदान्तस्य झल्लि द्वितीयमस्ति किं सूत्रं नश्च पदान्तस्य झल्लि मोनुस्वारः नश्च पदान्तस्य झल्लि यै परस्वर्णः आम् अपदान्तनकारस्य अपि च अपदान्तमकारस्य तत्र किं भवति अनुस्वारादेशः भवति अनन्तरं तस्य अनुस्वारस्य पुनः यै वर्णः परे अस्ति चेत् तस्य पर् आदेशः भवति इत्युक्ते अत्र एकनिमिषः शेर् करोमि स्क्रीन् शेर् करोमि किं लिखितम् अत्र लिखितं मूले तु दन्त्यनकारः मूले दन्त्यनकारः अस्ति परन्तु धातुपाठे दन्त्यनकारः न दत्तं धातुपाठे किं दत्तम् अञ्चु इति दत्तं सो यदा वयं धातुपाठं पश्यामः चेत् तत्र दन्त्यनकारः नास्ति तत्र तालुनकारः दत्तं सो केन कारणेन अत्र तालुनकारः इति अभवत् चेत् तत्र एकं सूत्रम् अस्ति नश्च पदान्तस्य जल्लि तेन किम् अपदान्तनकारस्य अपि च इत्युक्ते अत्र अन्ते नास्ति नकारः कुत्रचित् मध्ये अस्ति सो पदस्य अन्ते नकारः तादृशनकारस्य न अपदान्तनकारस्य तत्र अनुस्वार आदेशः भवति नश्च पदान्तस्य जलि इति सन्धिसूत्रं सन्धि हलसन्धिसूत्रं सो तत्र किं भवति नश्च पदान्तस्य जलि इत्यनेन प्रथमे तु नकारस्य अनुस्वारादेशः भवति सो अञ्चु भवति अनन्तरम् अनुस्वारस्य ययि परस्वर्णः इति सूत्रम् अस्ति द्वितीयसूत्रं सो अत्र किं नश्च पदान्तस्य जलि नश्च पदान्तस्य जलि इति तत्र सूत्रम् अस्ति अनेन सूत्रेण किं भवति दन्त्यनकारस्य अपदान्तदन्त्यनकारस्य अनुस्वारादेशः भवति अनन्तरम् अनुस्वारस्य एतादृश अनुस्वारस्य यै च इति वर्णः यै प्रत्याहारे अस्ति अनुस्वारस्य यै परस्वर्णः इति सूत्रम् अस्ति अनुस्वारस्य यै परस्वर्णः इति सूत्रम् अनुस्वारस्य यै वर्णः इति परसवर्ण आदेशः भवति इत्युक्ते च छ ज ज ञ इति तत्र एतादृशः अनुस्वारस्य आदेशः भवति परन्तु तत् वयं जानीमः च छ ज ज ञ इति तत्र केवलं ञकारः एव अनुस्वारस्य तुल्यतमवर्णः अनुस्वारः अपि नासिका सह तस्य उच्चारणम् अनुनासिकः अस्ति च छ ज ज ञ मध्ये एकम् एव वर्णः यः अस्ति सः अन्तिमन्यकारः एव नासिका सह यस्य उच्चारणं सो स्थाने अन्तरतमः इति सूत्रेण तत्र परसवर्ण यः आदेशः तस्य तुल्यतमवर्णः ण्यकारः अस्ति सो तत्र अनुस्वारस्य यै परसवर्णः इति यः आदेशः यै प्रत्याहारे परे परसवर्ण आदेशः भवति सो परसवर्णकः परसवर्ण इत्युक्ते तत्र च छ ज ज च इति वर्णः अस्ति सो च छ ज ज ञ मध्ये केवलं ञ इति यः अस्ति सः एव तुल्यतमवर्णः कस्य तुल्यतमवर्णः यस्य स्थाने आदेशः अनुस्वारस्य स्थाने आदेशः अतः अनुस्वारस्य तुल्यतमवर्णः कः कस्मिन् च छ झ ञ मध्ये पश्यामः चेत् केवलं तालुन्यकारः एव तत्र अस्ति सो तत्र सूत्रद्वयस्य आधारेण सूत्रद्वयं नश्च पदान्तस्य जल्लि इत्यनेन तत्र प्रथमे नकारस्य अनुस्वारादेशः अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति परे यः वर्णः तस्य सवर्णः च छ चकारस्य सवर्णाः के चकारः यः अस्ति परे कः वर्णः परे कः ययि वर्णः चकारः चकारस्य सवर्णाः के च छ छ झ झ ञ इति तत् चकारस्य सवर्णाः परन्तु च छ झ झ ञ मध्ये अनुस्वारस्य तुल्यतमवर्णः कः इति पश्यामः चेत् केवलं तालुन्यकारः एव किमर्थम् अनुस्वारस्य नासिका सह उच्चारणं भवति तालुन्यकारस्य न केवलं तालु इति तस्य उच्चारणस्थानं परन्तु नासिका अपि अस्ति सो अनुस्वारस्य स्थाने तुल्यतमवर्णः केवलं ञकारः अस्ति अतः तत्र अञ्चु इति अभवत् इति अत्र लिखितम् इति तु अञ्चु विषये परन्तु अत्र कोऽपि अत्र अञ्चु एव तिष्ठति लौकिकरूपम् अञ्चु एव अस्ति म्यूट् मध्ये तिष्ठतु किमर्थम् अत्र प्रतिध्वनिः आयाति सो सूत्रद्वयस्य आधारेण तत्र धातुपाठे दन्त्यनकारः न दत्तं परन्तु तत्र तालुन्यकारः दत्तं सो अस्मिन् परिच्छेदे किं लिखितम् अस्मिन् परिच्छेदे लिखितम् एतत्तु साधारणनियमः इति अत्र किमपि धातु शोपदेशधातुविषये न लिखितम् अत्र यत् किमपि धातवः धातुपाठे द्विसहस्रधातवः सन्ति अस्मिन् परिच्छेदे लिखितं यत्किमपि धातुः तत्र यः कण्ठनकारः तालुनकारः मूर्धन्यनकारः मकारः अपि च अनुस्वारः लभ्यते श्रूयते चेत् तेषु द्विसहस्रधातुषु ते मूले नकारः एव आसीत् सो सन्धिकार्यं भूत्वा तत्र कुत्रचित् कण्ठेन श्रूयते कुत्रचित् तालुन्यकारः श्रूयते सो मूले धन्त्यन एव अस्ति परन्तु परिवर्तनं भूत्वा तत्र अञ्चु इति यथा तत्र अञ्चु विषये सो तत्र मूले नकारः एव अस्ति एतादृशः वर्णः धातुषु कुत्रचित् लभ्यते चेत् तत्र सर्वदा स्मर्तव्यं तत्र एते सर्वे वर्णाः अनुस्वारः अपि केन कारणेन अभवत् नकारस्य कारणेन एव तत्र उत्पन्नः जा इति यः धातुः अस्ति उत्पन्नार्थे इत्युक्ते तस्य जन्मः अभवत् इति अत्र लिखितमस्ति सो न तत्र एतादृशः वर्णः धातुषु श्रूयते चेत् ते सर्वे मूले नकारः दन्त्यन एव आसीत् किमपि सन्धिकार्यं भूत्वा तत्र तत्र कण्ठ्यन तालुन अथवा मूर्धन्यन इति श्रूयते अनन्तरम् इति अस्मिन् परिच्छेदे दत्तं सो धातुषु एवं सर्वत्र बोध्यं सो द्विसहस्रधातुषु यत्र यत्र एतादृशः वर्णः अनुस्वारः अथवा ञ्ञ मम इति दृश्यते चेत् ते सर्वे नकारः एव उत्पन्नः नकारात् एव उत्पन्नः इति तत्र सर्वदा स्मर्तव्यम् इदानीं तत्र किमर्थम् एतादृशं लिखितं तत्र श्ना इति एकं धातुः अस्ति श्ना शौचे इति अर्थे अस्ति शौचे इति अर्थे एकं धातुः अस्ति धातुपाठे श्ना इति धातुः अत्रापि मूर्धन्यनकारः श्रूयते सो मूर्धन्यनकारः श्रूयते चेत् केन उत्पन्नः दन्त्यनकारात् एव उत्पन्नः इति पूर्वे वयं दृष्टवन्तः अत्र नकारस्य मूलरूपं नकारः दन्त्यन अस्ति कण्ठ्यनकारस्य मूलरूपं नकारः किमर्थं पूर्वे दत्तं सर्वत्र एतादृश एव अस्ति परन्तु अत्र दन्त्यनकारस्य साक्षात् पूर्वे मूर्धन्यषकारः अस्ति, सो षकारस्य प्रभावेन तत्र ष्टुत्वसन्धिः भूत्वा तत्र नकारस्य नकारः अभवत्। यथा अत्र नश्चपदान्तस्य झलि अपि च मौनस्वा तत्र अनुस्वारः ययि परस्वर्णः इति सूत्रद्वारा तत्र अञ्चु मध्ये यः ञ श्रूयते सः नकारात् उत्पन्नः, तथैव अत्र अस्ति। यः नकारः अत्र कण्ठ्यनकारः श्रूयते सः ष्टुत्वसन्धिद्वारा तत्र नकारः अभवत्। वयं जानीमः तत्र नकारः यः अस्ति दन्त्यन त थ द द न तवर्गीयव्यञ्जनः, दन्त्यनकारः तवर्गीयव्यञ्जनः, अतः स्तोःश्चुनाश्चुः अपि च स्तोःष्टुनाष्टुः तत्र सूत्रद्वये सकारः अपि च तु एव स्थानिवर्णः, त थ द द न एव स्थानिवर्णः, अतः तत्र कुत्रचित् ष्टुत्वसन्धिः भवति कुत्रचित् ष्टुत्वसन्धिः भवति, अत्र तु ष्टुत्वसन्धि अवसरः, किमर्थं चेत् मूर्धन्यषकारः आदौ अस्ति। सो ष्टुत्वसन्धिकारणेन तत्र दन्त्यनकारस्य मूर्धन्यनकारः इति परिवर्तनम् अभवत्। इदानीं सः वदति यदा वयं धातुपाठतः श्ना इति नयामः, तो श्ना नयामः चेत् तत्र वयं जानीमः अनुबन्धानां निष्कासनं तु अभवत्। इदानीं धातुवादिशः सः इति सूत्रेण यत्र यत्र धातुः आदिं वर्णः मूर्धन्यषकारः तस्य सकारादेशः भवति, सो अत्र षकारस्य सकारः, तो स्ना अत्र किं लिखितम् इत्यनेन धातुवादेशः सः इत्यनेन किं भवति, षकारस्य स्थाने सकारः, सो स्ना भवति। परन्तु स्ना इति तत्र असाधु रूपम् अस्ति, किमर्थं चेत् इदानीं तु मूर्धन्यनकारस्य कोऽपि प्रयोजनम् एव नास्ति, किमर्थं चेत् निमित्तपाय नैमित्तिकस्य अपायः, यदा मूर्धन्यषकारः अपगच्छति तस्य अभावः भवति तदा नकारस्य कोऽपि प्रयोजनमेव नास्ति, अतः पुनः अत्र किं स्ना इति आयाति। सो नकार यदा तत्र वयं धातुवादेशः सः इत्यनेन सूत्रेण कार्यं कुर्मः तदा द्वितीयपरिवर्तनम् अपि करणीयम्। तत्र पूर्वे यत् नकारः आसीत् दन्तनकारः आसीत् सः पुनः आगच्छति, सो स्ना इति लौकिकरूपं, सो इदानीं स्ना इति लौकिकरूपम् अस्ति। तत्र स्नाति इति लटिरूपम्, अनन्तरं स्नानं ल्युट् ल्युट् प्रत्ययः योजयामः चेत् तत्र स्नानं भवति, परन्तु तिप् प्रत्ययः योजयामः चेत् तत्र स्नाति इति भवति। अदादिगणे अस्ति इति अतः अत्र किमपि मध्ये न श्रूयते, स्नाति अनन्तरं स्नानम् इति तत्र भवति। सो अत्र यः द्वितीयपरिवर्तनं तस्य कारणं किं, तस्य कारणमस्ति तत्र धातुपाठे ष्टुत्वसन्धि कृतम् अस्ति, अतः यदा तत्र ष्टुत्वसन्धि केन कारणेन अभवत्, षकारस्य कारणेन अभवत्, ष्टुत्वसन्धि यः नकारस्य यः मूर्धन्यनकारः इति परिवर्तनं केन कारणेन, मूर्धन्यषकारस्य। सो यदा तत्र धातुवादेशः सः इति सूत्रेण मूर्धन्यषकारस्य सकारादेशः भवति, मूर्धनिषकारः अपगच्छति तस्य स्थाने सकार आदेशः भवति, तदा तस्य फलमपि षकारस्य कारणेन यत् परिवर्तनं पूर्वे अभवत् तदपि अपगच्छति, अतः स्ना इति लौकिकरूपम् अस्ति। सर्वैः अवगतं वा, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। सो तत्र धातुपाठे न केवलं शोपदेशधातुविषये, अन्यधातवः ये सन्ति यत्र यत्र अण ञ अण म अपि च अनुस्वारः श्रूयते ते सर्वे नकारात् एव उत्पन्नः इति अत्र लिखितम्। सो मूले तु तत्र नकारः आसीत्, परन्तु अनन्तरं तत्र कुत्रचित् सः अञ्चु मध्ये तु ञकारः तिष्ठति, किमर्थं चेत् तत्र चकारस्य तत्र चकारस्य अभावः कदापि न भवति। परन्तु श्ना विषये एकं विशिष्टसूत्रं महर्षिणा दत्तं, शकारस्य तत्र अभावः भवति, अतः तत्र द्वितीयपरिवर्तनं अपि करणीयम्। परन्तु अञ्चुमध्ये अञ्चुमध्ये अपि नकारस्य ञकारः इति परिवर्तनम् अभवत्, परन्तु तत्र यदा वयं लौकिकरूपस्य सिद्ध्यार्थं तत्र ञकारः तिष्ठति, तत्र पुनः नकारः न आयाति। किमर्थं? तत्र चकारः सर्वदा तिष्ठति, तत्र चकारस्य कदापि अभावः न भवति। परन्तु श्नाष्टा एतादृशधातुविषये तत्र शकारस्य तत्र सकारादेशः भवति, अतः तत्र यः पूर्वे यत् परिवर्तनम् अभवत् तत् न तिष्ठति, तत् तस्य अपायः अपि भवति, फलस्य अपायः अपि भवति इति तत्र स्मर्तव्यम्। सो सर्वदा तत्र लौकिकरूपे रूपस्य सिद्ध्यर्थं तत्र सर्वदा धन्तिर्न पुनः न आयाति। अत्र किमर्थम् आयाति? किमर्थं चेत् अत्र धातुवादेशः सः इति सूत्रेण यदा कार्यं भवति तदा एव पुनः तत्र धन्तिर्न आयाति, अन्यथा तत्र न आयाति धन्तिर्न। सो यत्र आवश्यकता अस्ति तत्र एव करणीयम्। अत्र तु कोऽपि चकारः तु श्रूयते, अत्र निमित्तस्य अपायः न भवति, चकारस्य कारणेन एव ञ इति अभवत्, अनुस्वारः अपि च ञ अभवत्, परन्तु चकारः तु तिष्ठति, निमित्तस्य अपायः अञ्चुमध्ये कदापि न भवति, अतः सर्वदा ञ अपि तत्र तिष्ठति, तस्य फलम् अपि तिष्ठति। परन्तु यदा निमित्तस्य अपायः कारणम् अपगच्छति, तेन कारणेन यत् कार्यं सः अपि तत् कार्यमपि तस्य कार्यमपि अपगच्छति, अतः स्ना एव तत्र तिष्ठति इति तत्र भवति। अस्तु, इदानीम् अग्रे पठामः, अग्रे अपि अस्य विषये एव दत्तम्। गिरिजा भगिनी, अवगतं वा? अस्ति वा भगिनि? धन्यवादः। अस्तु, अनुसूया भगिनी पठितुम् इच्छति वा भगिनी अग्रे? आम् महोदय, शौचे इति धातुः अत्र अधुना एतत् अधुना एतत् सर्वं यदुक्तं तत्तु विषयपरिचयत्वा उक्तं। भावार्थस्य सुखबोधार्थं दत्तं, निमित्तापाये नैमित्तिकस्य अपायः इति प्रसिद्ध वादः अस्ति वा? प्रवादः तु अस्ति, बहुत्र एतादृशी शिक्षा दीयते यत् श्ना इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिः स्थितिं प्राप्नुवन्ति, किन्तु भाष्यकारः पतञ्जलिश्च काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत् अयं निमित्तापाये नैमित्तिकस्याय अपायः इति तु न परिभाषा न वा वार्तिकम्। अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो न वा अस्ति, अतः शास्त्रीयाश्रमम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इति विचिन्त्य एतौ द्वौ मुनिः एवं वार्ता स्पष्टीकृतः। ष्टाधातोः उपदेवशावास्थायां मूर्धन्यशकारः अत्र पूर्वे भगिनि पूर्वे किं लिखितं तस्य विषये वदतु। पूर्वे निमित्त यदा निमित्तः गच्छति अपगच्छति तदा तस्य फलमपि अपगच्छति इति निमित्तापाये नैमित्तिकस्य अपायः इति सूत्रम् इति प्रसिद्धवादं वदति। यथा अष्टा अस्ति चेत् चकारस्य मूर्धन्यषकारस्य मूर्धन्यठकारः आगच्छति, परन्तु मूलधातोः दन्तसकारः दन्ततकारः आसीत् तदैव यदा धात्वादेशः सः भवति ष्ठा अस्ति चेत् तत्र श स भवति तदा ठा अपि स्था भवति इति निमित्तपाये नैमित्तिकस्याभिप्रायः इति सूत्रस्य अभिप्रायः तस्य अस्मिन् परिच्छेदे किं दत्तं भगिनि? अस्मिन् परिच्छेदे लिखितं तत्र बहूनि तत्र वैयाकरणाः सन्ति, शिक्षा एतादृशशिक्षा दीयते. किं शिक्षा दीयते? दे से देट् था एण्ड् श्ना द्वितीयपरिवर्तनं यत् अभवत् सः निमित्तापाय नैमित्तिकस्य अपायः इति यः तत्र रूढिरूपेण यत् वचनः तत्र परम्परागत यः वचनः अस्ति तस्य आधारेण एव एतत् द्वितीयपरिवर्तनम् अभिभवति. परन्तु अनन्तरं लिखति अस्मिन् परिच्छेदे यः भाष्यकारः कः? पतञ्जलिमहर्षि इति भाष्यकारः. तत्र भाष्यं लिखितम् इति महाभाष्य इति ग्रन्थः पतञ्जलिद्वारा एव लिखितं रचितं ग्रन्थः. सो तस्य नाम अस्ति भाष्यकारः. परन्तु भाष्यकारस्य मतः तथा नास्ति. इत्युक्ते भाष्यकारः निमित्तपाये नैमित्तिकस्य अपायः इति न अङ्गीकरोति. अपि च तत्र यः काशिकारः, काशिकारौ इति अस्ति, द्विवचने अस्ति. सो काशिका यः अस्ति सः वामन् अपि च जयातिथ्य इति तत्र द्विवैयाकरणाः. ते अपि निमित्तपाये नैमित्तिकस्य अपायः इति आधारेण तत्र एतत् द्वितीयपरिवर्तनं करणीयम् इति ते अपि अङ्गी न करोति, ते अपि न स्वीकरोति. ते किं ते वदति निमित्तपाये नैमित्तिकस्य यः अपायः इति तु न तु परिभाषा अस्ति, न तु वार्तिकम् अस्ति. परिभाषा इत्युक्ते पतञ्जलिना यत् उक्तं तत् परिभाषा. वार्तिकम् अपि नास्ति, सूत्रं तु नास्ति एव. सूत्र वयं जानीमः एतत् पाणिनिमहर्षिद्वारा दत्तं सूत्रं नास्ति. सो ते पतञ्जलिमहर्षि काशिकारः अपि च भाष्यकारः एतादृशः तत्र शास्त्रीयचिन्तनं एतादृशः चिन्तनं अङ्गी न करोति, ते न स्वीकरोति. सो तेषां ते वदन्ति तत्र शास्त्रीय आश्रयं तत्र अस्ति चेदेव तु वरम्, इत्युक्ते देन् इट् विल् बि गुड् इफ् यु हेव् ए शास्त्रीय आश्रयं. किमर्थम् एतादृशः तत्र भवति? सो तेन तत्र ह्यः शास्त्रीयचिन्तनम् अस्ति इत्युक्ते तत्र कोऽपि सूत्रमस्ति वा कोऽपि वार्तिकम् अस्ति अथवा परिभाषा अस्ति चेदेव तत्र वरं स्यात् इति ते वदन्ति. अतः तस्य विषये एव अत्र दत्तं. शास्त्रीयचिन्तनं किम् इति अग्रिमे परिच्छेदे दत्तं. शास्त्रीयचिन्तनं किम् अस्ति, कस्य विषये? यः द्वितीयपरिवर्तनं भवति. किमर्थम् अत्र द्वितीयः परिवर्तनं करणीयं? यदा तत्र धातुवादेशः सः इति सूत्रेण कार्यं भवति, तत्र द्वितीयपरिवर्तनं यः भवति तत्र कुत्रचित् थकारः आयाति, कुत्रचित् तकारः, कुत्रचित् दन्त्यनकार मूर्धन्यनकारस्य स्थाने दन्त्यनकारः आयाति. एतादृशः तत्र यः कार्यं करणीयं तस्य कृते निमित्तपाये नैमित्तिकस्य अपि अपायः इति तु तत्र सफिशियण्ट् नास्ति. किमर्थं चेत् कोऽपि वार्तिकं नास्ति, परिभाषा नास्ति, सूत्रमपि नास्ति. अतः तत्र शास्त्रीयचिन्तनं किम् इति अग्रिमे परिच्छेदे दत्तं. परन्तु केचन एतादृशः प्रवादस्य आधारेण एव अपि स्वीकरोति, परन्तु शास्त्रीयचिन्तनं भिन्नं. शास्त्रीयचिन्तनं किम् इति अग्रे दत्तं. पठतु, अग्रे पठतु भगिनि. उपदेशावास्तां मूर्धन्यषकारः अस्ति, परन्तु दन्त्यषकारः अस्ति. स्था स्था इति स्थितिः. अधुना युगपत् चुनाष्टुः अष्टमाध्याये चतुर्थपादे एकचतुर्दशी सूत्रेण एकचत्वारिंशत्तमसूत्रः धात्वादेशः सः षट् अध्याये प्रथमपादे षष्टितमं सूत्रम् सूत्र आगत्य कार्यार्थम् उद्युक्तं भवति. स्टूनाष्टुः अष्टम अध्याये चतुर्थपादे एकचतुर्दश सूत्रेण स्था धातोः विद्यमानस्य षकारस्य प्रभावेन ठकारस्य स्थाने ठकारादेशः भवति. अपि च धात्वादेशः सः षट्षट्ध्याये प्रथमपादे त्रिषष्टि इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः भवति. अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति चेत् अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वता सिद्धम् अष्टम अध्याये द्वितीयपादे प्रथमसूत्रेण स्टूनाष्टुः अष्टम अध्याये चतुर्थपादे चतुर्विंशति इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्. दट् मीन्स् स्टूनाष्टुः किम् आफ्टर् दत्वादे क्षरातः इति अर्थं खलु. धात्वादेशः सः षष्ठ अध्याये प्रथमपादे त्रिषष्टि इत्यनेन षकारस्य सकारादेशो भवति. तदा यतोहि तदानीं षकारो नास्ति एव. स्टुनाष्टुः अष्टम अध्याये चतुर्थपादे एकचत्वारिंशत् सूत्रेण यः ठकारादेशः भवति स्म सः तु न भवति असङ्गत्वात्. दन्त्यसकारः एतावत् तिष्ठति एव. दन्त्यसकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्. अस्यां प्रक्रियायां सकारस्य चकारः न कदापि भवति. अयं विषयः बाध्यबाधकभावस्य पाठे इतोपि स्पष्टं भविष्यति. अस्य अभावे निमित्तापाये निमित्तस्याप्यायः इति प्रबाधः अत्र दत्तः. ऐ काण्ट् एक्स्प्लेन् इट् ऐ अण्डर्स्टुण्ड् इट् बट् ऐ काण्ट् एक्स्प्लेन् इट् महोदय. इत्युक्ते तत्र यः शास्त्रीयचिन्तनम् अस्ति तस्य कृते शास्त्रं किं, शास्त्रम् इत्युक्ते सूत्रं, सूत्रं किम् अस्ति, पूर्वत्रा सिद्धं, पूर्वत्रा सिद्धम् इति एकं सूत्रम् अस्ति. तेन सूत्रेण किं भवति, पूर्वत्रा सिद्धम् इति एकम् अधिकारसूत्रम् अस्ति. तस्य अधिकारः न पूर्वत्र सिद्धम् अष्टमध्याये द्वितीयपाठे प्रथमसूत्रम् अस्ति. इत्युक्ते द्वितीयपादे द्वितीयपाद आरभ्य अष्टाध्यायी अन्तपर्यन्तम्, अष्टमध्याये चतुर्थपादे अन्तपर्यन्तम् एतस्य सूत्रस्य अधिकारः वर्तते. अनेन सूत्रेण किं किं भवति व्याकरणशास्त्रे, अनेन सूत्रेण पूर्वत्रासिद्धम् इति सूत्रेण तत्र अष्टाध्यायी इति ग्रन्थस्य तत्र भागद्वयं भवति. एकभागस्य नाम अस्ति सपाद सप्ताध्यायी. स्लैड् दृश्यते वा? दृश्यते भगिनि. तस्य तु ध्वनिः आगच्छति भगिनि. तत्र अनुसूया भगिनि कृपया म्यूट् मध्ये तिष्ठतु, तत्र प्रतिध्वनिः आयान्ति. अत्र दृश्यतु, अत्र किं लिखितं, पूर्वत्र सिद्धम् अष्टाध्याये द्वितीयपादे प्रथमसूत्रम्. अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थस्य भागद्वयं, तत्र इत्युक्ते अष्टाध्यायी इति ग्रन्थे तत्र अष्टाध्यायाः सन्ति. सो अष्टाध्यायाः सन्ति चेत् अनेन सूत्रेण किं भवति, अनेन सूत्रेण अष्टाध्यायी ग्रन्थस्य भागद्वयं कृतं महर्षिणा. सो एकं भागम् अस्ति, प्रथमभागस्य नाम अस्ति सपाद सप्ताध्यायी. इत्युक्ते किमर्थम् एतादृशः नामकरणं? तत्र अष्टाध्यायाः सन्ति. सो अष्टाध्यायी प्रथमपादस्य अन्त्यपर्यन्तम् अष्टाध्यायस्य एकभागः, अपि च सेवन् अध्यायास् प्रथम अध्यायः, द्वितीयाध्यायः, तृतीय, चतुर्थ, पञ्चम, षष्ट, अनन्तरं सप्तम अध्यायः. सो सप्त अध्यायः अपि च अष्टाध्यायस्य एकपादः, अष्टाध्यायस्य प्रथमपादः. अष्टाध्यायी प्रथमपादे यानि सूत्राणि तत् अन्तपर्यन्तं सपाद इत्युक्ते एकपादसहितः सप्त अध्यायाः, सप्त अध्यायानां समूहः इति सपाद सप्ताध्यायी. एकपादः कुत्र? अष्टाध्यायस्य प्रथमपादः. अष्टाध्यायस्य प्रथमपादः अन्तपर्यन्तं यत् भागः तस्य नाम अस्ति सपाद सप्ताध्यायी इति ग्रन्थस्य एकं भागः. कस्य ग्रन्थस्य? अष्टाध्यायी इति ग्रन्थस्य. द्वितीयभागः कः? अष्टाध्यायी द्वितीयपादस्य प्रथमसूत्र आरभ्य तृतीयपादं, चतुर्थपादं. सो त्रीणि पादानि, अष्टाध्यायस्य त्रीणि पादानि. सो तस्य नाम द्वितीयभागस्य नाम अस्ति त्रिपादी इति द्वितीयभागः. सो अष्टाध्यायी इति ग्रन्थस्य अनेन सूत्रेण भागद्वयं वर्तते. पूर्वत्र सिद्धम् इति सूत्रस्य पूर्वे यत् भागं तस्य नाम सपाद सप्ताध्यायी. प्रथमसूत्र आरभ्य अष्टाध्यायी ग्रन्थस्य अन्तपर्यन्तम्, अष्टाध्यायी चतुर्थपादस्य अन्तपर्यन्तं यत् भागं तस्य नाम त्रिपादी. त्रयाणां पादानां समाहारः इति त्रिपादी इति भवति इति तत्र नामकरणम्. किमर्थं भागद्वयम् इति तत्र अग्रे दत्तं. सो भाग इदानीम् अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थस्य भागद्वयं, प्रथमभागस्य नाम सपाद सप्ताध्यायी, द्वितीयभागस्य नाम त्रिपादी. किमर्थम् एतादृशनामकरणं? तद् दृष्टवन्तः. अनेन सूत्रेण यानि सूत्राणि सपाद सप्ताध्यायां सन्ति, प्रथमभागे यानि सूत्राणि सन्ति, तानि प्रति फार् देम् त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. तस्य कः अर्थः? फार् सपाद सप्ताध्यायी सूत्राणि, अष्टाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं यानि सूत्राणि, फार् आल् आफ् दोस् सूत्रास्, प्रथम अध्याय आरभ्य अष्टाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं यानि सूत्राणि, तेषां कृते त्रिपादीस्थितानि सूत्राणि असिद्धानि, शास्त्र असिद्धानि, दे डो नाट् एक्सिस्ट् इति सूत्र एक सूत्रस्य एक अर्थः. सो फार् सपाद सप्ताध्यायी अष्टमध्याये प्रथमपादस्य यः अन्तिमसूत्रम् अस्ति, फार् देम् द ग्रन्था इस् कन्क्लूड्स् दियर्, ग्रन्था स्टाप्स् दियर्. किं व्याकरणशास्त्रः इति यः ग्रन्थः, अनन्तरं यानि सूत्राणि, दे डोण्ट् एक्सिस्ट्, देट् इस् शास्त्र असिद्धं, बिकास् देट् पाठः त्रिपादी डस् नाट् एक्सिस्ट् फार् सपाद सप्ताध्यायी इति अत्र लिखितम्. अपि च न केवलं तदस्ति, सपाद सप्ताध्यायी भागस्य कृते त्रिपादी सूत्राणि असिद्धानि इति तस्य अर्थः, एकमर्थः. अपि च त्रिपादीयां यानि सूत्राणि, सो अष्टमध्याये द्वितीयपादः प्रथम, द्वितीय, तृतीय, चतुर्थ, अनन्तरं तृतीयपादः, अनन्तरं चतुर्थपादः, तत्र सूत्राणां क्रमः वर्तते. त्रिपाद्यां यानि सूत्राणि पूर्वे सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. दिस् इस् द शास्त्र असिद्धं. किम्? अष्टमध्याये द्वितीयपादेः विंशतितमं सूत्रं यः अस्ति, तस्य अनन्तरम् एकविंशति, द्विविंशति, अपि च तृतीयपादे, चतुर्थपादे यानि सूत्राणि, ते सर्वाणि असिद्धानि. सो पूर्वसूत्रस्य त्रिपादीयां पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं, पूर्वसूत्रं फस्ट् सूत्रं द्वितीयसूत्रं थिङ्क्स् देट् ऐ एम् द लास्ट् सूत्रः, तथैव यदा तृतीयसूत्रम् आगच्छति तृतीयसूत्रं थिङ्क्स् देट् ऐ एम् द लास्ट्, सो तस्य अनन्तरं यानि सूत्राणि दे डोण्ट् एक्सिस्ट्. सो सपोज् फार् एय्थ् अध्यायस्य तृतीयपादस्य तु कोऽपि त्रिंशत् सूत्रम् अस्ति, द त्रिंशत् सूत्रं फील्स् देट् अनन्तरं कोऽपि ग्रन्थस्य भागः नास्ति. सो पूर्वसूत्रस्य कृते परसूत्राणि असिद्धानि. फार् फस्ट् सूत्रः सेकेण्ड् डस् नाट् एक्सिस्ट्, फार् सेकेण्ड् सूत्र थर्ड् डस् नाट् एक्सिस्ट्, फार् थर्ड् सूत्र फोर्थ् डस् नाट् एक्सिस्ट्. देट् इस् द अर्थः. त्रिपादीयां यानि सूत्राणि पूर्वे सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि इति तत्र शास्त्र असिद्धम्. अनन्तरं सपादसप्ताध्याय्यां प्रति त्रिपादी असिद्धः, त्रिपादीयाम् अपि पूर्व प्रति परम् असिद्धम् इति वाक्यद्वयस्य एव अर्थं दत्तम्. सो फार् सपादसप्ताध्यायी त्रिपादी डस् नाट् एक्सिस्ट्, त्रिपादीसूत्राणि शास्त्र असिद्धानि. एण्ड् फार् त्रिपादी इन् द त्रिपादी आल्सो, त्रिपादी मध्ये तत्र त्रीणि पादाः सन्ति, सो तत्र प्रत्येकस्य पूर्वसूत्रस्य कृते परं सूत्रम् असिद्धं, परं सूत्रं डस् नाट् एक्सिस्ट्. पूर्वे यत् अस्ति तत्तु एक्सिस्ट् इत्युक्ते फार् फोर्थ् सूत्रः थर्ड् एक्सिस्ट् बट् फार् फोर्थ् सूत्रः फिफ्त् डस् नाट् एक्सिस्ट्. परं सूत्रम् असिद्धं, पूर्वसूत्रं न, पूर्वसूत्रस्य कृते परं सूत्रम् असिद्धम्, अनन्तरं यानि सूत्राणि आयान्ति ते असिद्धानि इति तत्र एतत् सर्वं पूर्वत्र सिद्धम् इत्यनेन किम् इति सूत्रस्य एव तत्र व्याख्या अस्ति. अनन्तरं तत्र त्रयाणां पादानां समाहारः इति त्रिपादी, द्विगुसमासः, सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी, पादेन एकपादेन सहितः अस्ति अतः सपादसप्ताध्यायी इति तस्य नाम, पूर्वस्मिन् इति पूर्वत्र, न सिद्धम् असिद्धं पूर्वत्र अव्यम् इति तत्र सूत्रस्य व्याख्या दत्तम्. एतत् सूत्रम् अधिकारसूत्रम्, एतस्य सूत्रस्य अधिकारः कुत्र वर्तते, त्रिपाद्यां सर्वत्र वर्तते, प्रथमसूत्र आरभ्य ग्रन्थस्य अन्तपर्यन्तम् एतत् सूत्रस्य अधिकारः वर्तते. तेन किम्, वाट् इस् वेन् दिस् अधिकारसूत्रं सर्वत्र अस्ति तेन किं, सर्वदा पूर्वसूत्रस्य कृते परं सूत्रम् असिद्धं, पूर्वसूत्रस्य कृते परं सूत्रम् असिद्धम् इति तत्र सर्वदा एतादृशः तत्र नियम भवति. अनन्तरमपि तत्र शास्त्र असिद्धं किं, कार्य असिद्धं किम् इति तत्र लिखितम् अस्तु. चेतना भगिनी अग्रे पठति वा, एतत् स्लैड् पठति अस्ति वा भगिनी, एकनिमिषः पश्यामि भगिनि, पठतु. पूर्वत्र सिद्धम् इति, पूर्वत्र सिद्धम्, पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्रसिद्धं कार्यासिद्धं च. शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादीसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति, यथा हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हल्सन्धिविधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. उदाहरणं, यत् योगजायते झलां जशोन्ते स्तोः चुनाश्चुः एकत्र आयातः. स्तोः चुनाश्चुः इत्यस्य असिद्धत्वात् झलां जशोन्ते पूर्वं भवति यद्योगजायते स्तोः शुनाश्चुः इत्यनेन शुत्वं यज् योगजायते यज्जायते एवमेव सर्वाणि झल् सन्धिसूत्राणि वदतु. पूर्वत्र सिद्धम् इति सूत्रमस्ति तस्य द्विकार्यम् अस्ति द्विकार्यं स्तः शास्त्रसिद्धं कार्यसिद्धं च शास्त्रसिद्धं तस्य अर्थः समानकाले समानस्थले इत्युक्ते यत् योगजायते एतत् अस्ति यत् एकं पदमस्ति जायते एकं पदमस्ति कस्मिंश्चित् वाक्ये यत् जायते एकत्र आयाति चेत् तत्र कस्य कस्य सूत्रस्य प्रसक्तिः सो एकस्मिन् समये एकस्मिन् स्थले तत्र सूत्रद्वयस्य प्रसक्तिः एकं सूत्रमस्ति जलां जशो अन्ते इति सूत्रस्य अपि प्रसक्तिः स्तोहोश्चुनाश्चुः इति सूत्रस्य अपि प्रसक्तिः सो केन सूत्रेण प्रथमे कार्यं करणीयम् इति तत्र सर्वदा प्रश्नः आयाति सो यत्र यत्र एकस्मिन् स्थले एकस्मिन् समये एक अधिकसूत्राणां प्रसक्तिः अस्ति चेत् केन सूत्रेण प्रथमे कार्यं करणीयम् इति तत्र भ्रमः जायते तस्य कृते बलाबलचिन्तनम् अस्ति सूत्रयोः बलाबलचिन्तनम् अस्ति तत् करपत्रम् अग्रे आयास्यति इदानीं सी अत्र यत् योग जायते सो जायते इति जलां जशो अन्ते इति सूत्रं किं वदति जानाति वा भगिनी जलां जशो अन्ते इति सूत्रस्य कः अर्थः झल् इत्युक्ते झ भ घढष् ढष् जबगडदश् टिल् दि एण्ड् ख फ छठ थ षठ त कप षष स ह सर्वे आयाति तत्स्थाने जश् जश् इत्युक्ते जश् इत्युक्ते वर्गीयतृतीयव्यञ्जनः आम् आम् आदेशः भवति कदा भवति निमित्तं किम् अत्र जलां जशो अन्ते इति सूत्रे निमित्तं किम् See, we are not going to read that there is no sandhi, yani sutrani santi. So, yada tatra sandhi, kopi sutrasya tatra avakasha haasti chet, kindly note down your notes at that time. So, jalam jasho ante iti sutrasya kaha arthaha, jalam iti asti, anantaram jashaha apicha ante. So, jal varnanam iti astra asti. जलवर्णानाम् अत्र षष्ठी बहुवचनम् अस्ति जलवर्णानां स्थाने जश् इति आदेशः प्रथमान्तम् अस्ति कदा भवति अत्र कोऽपि सप्तमीनिमित्तं नास्ति तृतीयानिमित्तं नास्ति अपि च तत्र पञ्चमीनिमित्तं न अपि अस्ति सो जलां जशो अन्ते इति सूत्रस्य कृते कोऽपि निमित्तम् आवश्यकं नास्ति एकमेव कण्डिशन् आवश्यकम् जलवर्णः अन्ते अस्ति चेदेव जश् इति आदेशः भवति सो अग्रे किम् अस्ति पूर्वे किम् अस्ति इति एतस्य सूत्रस्य विषये कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति इति तत्र प्रथमबिन्दुः जलां जशो अन्ते इति सूत्रस्य कृते बाह्यनिमित्तम् आवश्यकं नास्ति बाह्यनिमित्तम् इत्युक्ते किं भगिनि जानाति वा किमपि तृतीयपञ्चमी या सप्तम्यान्तं पदम् इत्युक्ते इको यन् अच् इक् स्थाने यन् आदेशः भवति, परन्तु यदा अच् परे अस्ति तदा एव इक् स्थाने यन् आदेशः, परन्तु अत्र तादृशः निमित्तम् आवश्यकम्. इट् सेस् देट् पदस्य अन्ते जलवर्णः अस्ति चेत् तस्य जश् इति आदेशः भवति, तावदेव. अग्रे किमपि अस्ति वा नास्ति वा, पूर्वे तस्य जलवर्णस्य पूर्वे किमपि अस्ति वा, इत्युक्ते वयं दृष्टवन्तः अनुस्वारस्य यै परस्वर्णः, अनुस्वारस्य परे यै वर्णः अस्ति चेदेव परसवर्ण आदेशः भवति. सो परनिमित्तं तत्र आवश्यकम्. अनुस्वारस्य परे चकारः तत्र अस्ति, चकारः यै वर्णः, अतः तत्र च छ ज परसवर्ण आदेशः भवति. परे परे चवर् च अस्ति, तस्य सवर्णाः के, तेषाम् आदेशः तत्र आदेशेषु च छ ज ज्ञ इति भवितुम् अर्हति, परन्तु स्थाने अन्तरतमः इति परिभाषासूत्रेण यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते. अतः च छ ज ज्ञ मध्ये केवलं ञ एव आयाति. सो तत्र परनिमित्तम् आवश्यकम्. परे यै वर्णः अस्ति चेत् तस्य परसवर्ण आदेशः, तादृशः निमित्तम् अत्र आवश्यकं नास्ति. जलां जशो अन्ते इति सूत्रे कण्डिशन् एकमेव अस्ति, सः जलवर्णः पदस्य अन्ते भवेत्. यत् इति यः अस्ति तस्य, यथा वाक् तत्र वाघ अपि भवति, वाघ अपि भवति, सो तत्र किमपि अग्रे अस्ति वा नास्ति तत् न द्रष्टव्यं. जलां जशो अन्ते इति सूत्रेण जलवर्णानां जस् आदेशः भवति के अन्ते अस्ति चेदेव, कुत्रचित् मध्ये आदौ अस्ति तत्र न भवति, जलवर्णस्य जस् आदेशः न भवति, अन्ते अस्ति चेदेव भवति. सो जलां जशो अन्ते इति सूत्रस्य कृते कोऽपि परनिमित्तम् आवश्यकं नास्ति. यथा स्तोः श्नाश्चुः इति सूत्रस्य कृते निमित्तम् आवश्यकम्, परन्तु जलां जशो अन्ते इति सूत्रस्य कृते बाह्यनिमित्तम् आवश्यकं नास्ति. पदस्य अन्ते जलवर्णः अस्ति चेत् तस्य झश्च आदेशः भवति. अपि च एतत् सूत्रं कुत्र अस्ति भगिनि? अष्टाध्याय द्वितीयपादस्य नवत्रिंशतं सूत्रम् अस्ति. सो कुत्र अस्ति, कस्मिन् कस्मिन् भागे अस्ति, अष्टाध्यायी ग्रन्थस्य कस्मिन् भागे अस्ति भगिनि? त्रिपाद्याम्. एतत् सूत्रं त्रिपाद्याम् अष्टमध्याये द्वितीयपादस्य प्रथमसूत्र आरभ्य अन्तपर्यन्तं तस्य ग्रन्थस्य नाम त्रिपादी. सो एतत् सूत्रं त्रिपाद्याम्. अनन्तरम् आम् इदानीं वदतु, स्तोश्चुनाश्चुः. स्तोश्चुनाश्चुः, स्तोः षष्ट्यन्तं, श्चुना तृतीयन्तं, श्चुः प्रथमान्तम्. अतः निमित्तं श्चुना अस्ति, शकारः अपि च चवर्गीयवर्णाः सन्ति चेत् स्तः सकारः स्थानी स्तोः अस्ति, शकारः चवर्गीयवर्णः अस्ति चेत् तस्य स्थाने सकारः अपि च तवर्गीय स्थानिवर्गः कः? स्थानिवर्गः सकारः तवर्गीयव्यञ्जनानि सन्ति स्थानिवर्णः, तेषां स्थाने आदेशः. किम् आदेशः तेषां स्थाने? शकारः चवर्गीय व्यञ्जनानि आदेशः अस्ति. अत्र उदाहरणं तत्र दृष्ट्वा वदतु, अत्र यत् योग जायते अस्ति, वदतु. तकारः अस्ति, तस्य परे जकारः अस्ति, तकारः चु वर्गीयव चु च छ ज ज च छ ज ज न चु वर्गीय व्यञ्जनानि व्यञ्जनम् अस्ति. अतः जकारस्य स्थाने चवर्गीय च न कस्य स्थाने स्थाने त त ध च च च त त ध स्थानी वर्णः स्तोः अस्ति सो अत्र अस्मिन् उदाहरणे स्थानिकः कस्य स्थाने आदेशः तकारस्य स्थाने आदेशः तकारस्य स्थाने तकारि तकारः एव स्थानिवर्णः तस्य स्थाने एव आदेशः करणीयं किम् इति आदेशः चू इति आदेशः करणीयं सो त स्थाने च आगन्तुं त थ च छ इति आगन्तुं शक्यते परन्तु अत्र न केवलं स्तोः श्चुनाश्चुः इति सूत्रस्य प्रसक्तिः जलां जशो अन्ते इति सूत्रस्य अपि प्रसक्तिः एकस्मिन् समये एकस्मिन् काले सूत्रद्वयस्य प्रसक्तिः इत्युक्ते यत् यः पदमस्ति यत् इति यः पदमस्ति तत्र तकारः जलवर्णः अन्ते अपि अस्ति अतः तस्य जश् इति आदेशः भवितुम् अर्हति परन्तु परे जायते इति अस्ति अतः स्तोः श्नाश्चुः इति सूत्रस्य अपि प्रसक्तिः सो द्वयोः सूत्रयोः एकत्र प्रसक्तिः अस्ति सो केन सूत्रेण प्रथमे कार्यं करणीयम् इति तत्र प्रश्नः सो अत्र किं लिखितं स्तोः श्चुनाश्चुः इत्यस्य असिद्धत्वात् किमर्थम् एतत् सूत्रम् असिद्धं कथं जानीमः एतत् सूत्रम् असिद्धं कस्य कृते जलां जशो अन्ते इति सूत्रस्य कृते एतत् स्तोः श्नाश्चुः इति शास्त्रसिद्धं किमर्थं कथं जानीमः तत् अनन्तरम् आयाति आम् सो पूर्वत्र सिद्धं जलां जशो अन्ते इति सूत्रे अपि पूर्वत्र सिद्धम् इति अस्य अधिकारः स्तोः श्नाश्चुः इति सूत्रे अपि पूर्वत्र सिद्धम् इति अधिकारः सो जलां जशो अन्ते इति सूत्रं पूर्वसूत्रम् अष्टाध्याये द्वितीयपादे परन्तु स्तोः श्नाश्चुः इति चतुर्थपादे परसूत्रं पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं सर्वाणि परसूत्राणि असिद्धानि इति पूर्वत्र सिद्धम् इत्यनेन शास्त्र असिद्धम् इति तस्य अर्थः सो यत्र यत्र एकस्मिन् काले एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः भवति द्वौ अपि सूत्रे त्रिपाद्यां सन्ति चेत् स्तः चेत् यः पूर्वसूत्रं तस्य कृते परशास्त्रम् असिद्धं परसूत्रं सूत्रम् अथवा शास्त्रं परशास्त्रम् असिद्धं सो फार् जलां जशो अन्ते दिस् सूत्र डस् नाट् एक्सिस्ट् सो पूर्वे पूर्वसूत्रेण एव कार्यं सो केवलं जलां जशो अन्ते इति सूत्रेण एव कार्यं किमर्थं चेत् एतत् सूत्रम् अस्य सूत्रस्य कृते शास्त्रसिद्धं सो प्रथमे तत्र जलां जशो अन्ते इति सूत्रेण कार्यं भवति सो तकारस्य जश् वर्णः तत्र ध इति आदेशः भवति स्थाने अन्तरतमः सर्वैः अवगतं वा किमपि भ्रमः अस्ति चेत् कृपया पृच्छतु भगिनि अत्र जष्ट्वसन्धि अपि कर्तुं शक्यते वा यत् बिकम्स् द जष्ट्वसन्धि कृते एव सूत्रमस्ति जलां जश्वन्ति भगिनि सूत्रम् एव जलां जश्वन्ति तत्र त इति यः अस्ति स्थानिवर्णः तस्य स्थाने ज च छ झ क ख घ क ख घ जश् जश् प्रत्याहारे के वर्णाः च छ ज ट ठ ड ड अनन्तरं जश् झ त त थ ध त थ ध प फ ब ज ब ग ड ग ग ड द जश् प्रत्याहार दीस् आर् द जश् प्रत्याहारास् वर्णः ज ब ग ड द अस्तु इदानीं त इति जलवर्णः तकारस्य स्थाने ज ब ग ड द इति आदेशः जश् आदेशः सो किं कः वर्णः आयाति कथं जानीमः वदतु भगिनि कथं जानीमः कः वर्णः आदेशरूपेण आयाति स्थाने स्थानेन्तरतमः स्थाने द आयाति सूत्रे यत्र यत्र ब्रह्मः कार्यस्य कृते ब्रह्मः जायते तत्र तत्र परिभाषासूत्रम् आगत्य सहायता करोति यथा अत्र तकारस्य स्थाने आदेशवर्णाः तु बहूनि सन्ति कः वर्णः आदेशरूपेण आगन्तुं शक्यते कथं जानीमः सूत्रमस्ति परिभाषासूत्रं स्थाने अन्तरतमः यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते तुल्यतमवर्णः कः यस्य उच्चारणस्थानं समानं बाह्यप्रयत्नं समानम् अस्ति तदेव तुल्यतमवर्णः सो ज तालुवर्णः ग इति कण्ठवर्णः ड इति मूर्धावर्णः ब इति ओष्ठवर्णः द इति तत्र दन्त्यः त अपि दन्त्यः अतः द एव आगन्तुं शक्यते एतेषु द एव आगन्तुं शक्यते कस्य स्थाने स्थाने अतः किं भवति यद् जायते केन सूत्रेण जषत्वसन्धिकारणे जलां जश्वन्ते इति सूत्रेण अत्र भवति यद् जायते इदानीं पुनः द इति यः अस्ति तु वर्गीयः वर्णः त थ द स्तोः स्तोःश्चुनाश्चुः पुनः स्तोःश्चुनाश्चुः इति सूत्रस्य प्रसक्तिः पुनः आयाति इदानीं सो इदानीं पुनः सूत्रस्य प्रसक्तिः आयाति चेत् अनन्तरं किमर्थं चेत् चूवर्गीय परे अस्ति चुनापरे अस्ति स्तोः स्थाने अस्ति अतः तत्र अनन्तरं दकारस्य स्थाने ज इति जायते चू मध्ये च छ ज इति मध्ये तत्र ज जायते इदानीम् अनेन सूत्रेण कार्यं तत्र यज्जायते अन्ततो गत्वा यज्जायते सि यथा वयं यत् योगजायते कुर्मः चेत् प्रायशः तत्र वयं वी डू इट् डैरेक्ट्लि यज्जायते परन्तु सोपानानि एतादृशानि एव सन्ति किमर्थं चेत् जलां जशोऽन्ते इति पूर्वसूत्रं श्चोः श्चुना इति परसूत्रं सो प्रथमे एतत् सूत्रस्य कृते परसूत्रम् असिद्धं शास्त्र असिद्धम् इट् केनाट् डू डैरेक्ट् कार्यं सो तत्र प्रथमे जलां जशोऽन्ते इत्यनेन कार्यम् अनन्तरं पुनः सूत्रस्य प्रसक्तिः अस्ति चेदेव कार्यं करणीयं पुनः अस्ति अत्र पुनः अस्ति अतः अत्र अनन्तरं द्वितीयसूत्रस्य कार्यं भूत्वा तत्र यज्जायते इति भवति सो एतत् अस्ति शास्त्रसिद्धम् एकस्मिन् समये एकस्मिन् काले सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् द्वौ अपि सूत्रं त्रिपादीसूत्राणि एव अस्ति चेत् तत्र पूर्वसूत्रेण प्रथमे कार्यम् अनन्तरं कार्यं भूत्वा यदि द्वितीयसूत्रस्य पुनः प्रसक्तिः अस्ति चेत् करणीयं पुनः प्रसक्तिः नास्ति चेत् भिन्न यत् भिन्नकार्यं प्रसक्तानि तत् यत् कार्याणि प्रसक्तानि तत् करणीयं नास्ति चेत् करणीयम् अस्ति चेत् करणीयं सो इति शास्त्रसिद्धं सो न केवलम् अत्र दृश्यतु कुत्रचित् एकस्मिन् काले एकस्मिन् समये सपोज् सपादसप्ताध्यायी इति सूत्रस्य प्रसक्तिः अपि च त्रिपादीसूत्रस्य प्रसक्तिः तत्र अपि केन सूत्रेण कार्यं सपादसप्ताध्यायी सूत्रं यत् अस्ति तेन पूर्वे कार्यं भवति सो पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् इति शास्त्र असिद्धम् तथैव सपादसप्ताध्यायी सूत्रम् आयाति चेत् अपि च त्रिपादीमध्ये तत्र बलाबलचिन्तनम् अस्ति चेत् सपादसप्ताध्यायी सूत्रद्वारा एव कार्यं करणीयम् इति शास्त्र असिद्धम् इति तस्य नियमः हरि ओम् महोदय जलां जसो अन्ते अस्ति जलां जसो अन्ते अस्ति जसत्वसन्धि सूत्रमस्ति न सत्यं महोदय जषत्वसूत्र हा तु प्रोडक्ट् तु अन्तरं न भवति फलं तु एकं एकम् एव भवति किं महोदय मत्के पूर्वतः सिद्धम् अत्र कार्यं करोति यदि न करोति तत्रापि मत्के सन्धि अन्तरं तु न भवति अन्तरं न भवति परन्तु तत्र व्याकरणशास्त्रे एतादृशचिन्तनं प्रथमे यत् यत् स्थाने यद् भवति अनन्तरम् एव यज् भवति सो डैरेक्ट् वयं न कर्तुं शक्यते. इफ् यु हेव् अ टेस्ट् एण्ड् रोङ्ग् स्टेप् इफ् ऐ टेक् इन् देट् केस् स्तूष्णस्यु तत्र यत् स्थाने च भवति यच् योगं जायते तत्परं जलां जसुवन्ते चकारस्थाने ज भवति यद् जायते अत्रापि मतलब यद् जायते अस्ति तादृशं न कर्तुं शक्यते. किमर्थं चेत् तत्र यदा तत्र बलाबलचिन्तनम् अस्ति तत्र सर्वदा तत्र चिन्तनीयं प्रथमे केन सूत्रेण कार्यम्. अत्र तु कोऽपि अन्ततो गत्वा कोऽपि परिवर्तनं न दृश्यते परन्तु कुत्रचित् असाधुरूपं निष्पद्यते. सो तत् मा भवेत् इति तस्य कृते एव एतादृशः चिन्तनं. सो यत्र यत्र एक अधिक सूत्राणां प्रसक्तिः भवति तत्र बलाबलचिन्तनम् आवश्यकम् अस्ति. केन सूत्रेण प्रथमे कार्यं केन सूत्रेण अनन्तरं कार्यम् इत्युक्ते यदा भवान् वदति तत्र वयं अहं तत्र प्रथमे स्तोष्णाश्चु इति सूत्रेण कार्यं कुर्मः अनन्तरं जलां जशोन्ते इति सूत्रेण कार्यं कुर्मः चेत् तत्र तदेव रूपं निष्पद्यते परन्तु तथा न भवति न महोदय. तथा तत्र इफ् यु आर् डूयिङ्ग् देट् मीन्स् you are making these together wrong step that is wrong step and vadatu bhagini mahode if we don't do jasva sandhi first then it chayate upadhi khalu if we yes jayate after that if we do jasva sandhi then we cannot do actually we cannot do because that jal anti nasti इदानीं जलान्ते नास्ति यच् जायते फस्ट् च त स्थाने च कुर्मः चेत् तत्र यु आर् मिक्सिङ्ग् द टू पदास् न बै डूयिङ्ग् सन्धि यु आर् मिक्सिङ्ग् द यु विल् डू यच् जायते. सो अनन्तरं जलां जशो अन्ते इति सूत्रेण कार्यमेव न भवति. इदानीं तु पदस्य अन्ते नास्ति न यद्यपि कुर्मः असाधुरूपं निष्पद्य पाठे अपि किम् अस्ति सर्वप्रथमं सन्धि अस्ति तत्परं स्तुत्वसन्धि अस्ति तत्परं जसत्वसन्धि अस्ति. अत्र सूत्रं डिफरेण्ट् भिन्नम् अस्ति. सूत्रं वदति प्रथम जसत्वसन्धि भवति तत्परं स्तुत्वसन्धि भवति. प्रथम सर्वदत्वमेव करणीयं खलु भगिनि. प्रथमे तत्र जशत्वसन्धि एव सूत्रस्य संख्या प्रथमम् अस्ति इति कारणेन प्रथमं जस्त्वं करणीयम् अन्तरश्चित्वं करणीयं सर्वदा. आं भगिनि आं तत्र कारणं किं त्रिपादी अस्ति त्रिपादीं सूत्रे अस्ति तत् कारणे मत प्रथमा प्रथमसूत्रं करोति अनन्तरं सूत्रम् असिद्धं भवति प्रथमसूत्रे प्रति. आं पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् अतः पूर्वसूत्रेण एव कार्यं करणीयं न तु परसूत्रेण. इत्युक्ते इफ् वि डू यच् जायते देन् फार् देट् कार्य विल् बिकम् कार्य असिद्धं फार् जलां जशो अन्ते. वि केनाट् डू अनन्तरं कार्यं. सो पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् इति तत्र सर्वदा स्मरतम् द्विपादसूत्र यदा आगच्छति तदा वयं सपादसप्तसूत्रं न अवगतं न यूस् कर्तुं शक्यते वा. आं तदा अनन्तरं न कर्तुं शक्यते अतः तत्र सर्वदा किं भवति अन्ते एव यदि तत्र सपादसप्तादि यदा तत्र अनन्तरं सपादसप्ताध्यायी इति सूत्रस्य प्रसक्तिः भवति च न कर्तुं शक्यते भगिनि. परन्तु वी केन् यूस् दट् फस्ट् भाग आफ् सूत्र इन् द त्रिपाद आल्सो रैट् आर् वी केन् इत्युक्ते यत्र यत्र यस्मिन् सोपाने तत्र सपाद् सप्ताध्यायीसूत्रस्य प्रसक्तिः अपि च त्रिपादीसूत्रस्य प्रसक्तिः एकत्र भवति चेत् प्रथमे सपाद सप्ताध्यायीसूत्रद्वारा कार्यम् अनन्तरम् एव त्रिपादीद्वारा कार्यं करणीयम्। किमर्थं चेत् सपाद सप्ताध्यायीसूत्रस्य कृते अपि त्रिपादीसूत्राणि असिद्धानि, शास्त्र असिद्धानि। किमर्थं त्रिविधं करणीयं? वैडिडि डु टु भागास् इन् अष्टाध्यायी? इफ् वि इफ् बोत् आर् यूस्ड् इन् द सेम् टैम् देन् वै हि डिड् मेबि इन् सम् अदर् टैम् वि विल् नो, ऐ डोण्ट् नो। देर् इस् सम् मोर् यदा वयं बलाबलचिन्तनं विषये तत्र चिन्तनं कुर्मः चेत् तत्र एतत् सर्वम् आयास्यति। इदानीं तत् मास्तु भगिनि, इदानीं तत्र कर्पत्रे अपि दत्तम्, अत्र दृश्यतु कर्पत्रे अपि दत्तम्, अत्र धातुवादेशः सः सि तत्र धातुवादेशः सः इति सपाद् सप्ताध्यायीसूत्रं ष्टुः श्नाष्टुः इति त्रिपादीसूत्रम्। सो द्वयोः मध्ये तत्र बलाबलचिन्तनं कुर्मः चेत् अस्मिन् परिच्छेदे अपि दत्तं प्रथमे धातु आदेशः सः इति सूत्रेण कार्यं। सो यदा वयं धातु आदेशः सः इति सूत्रेण कार्यं कुर्मः चेत् तत्र सकार आदेशः भवति, अनन्तरं तत्र ष्टुत्वसन्धि अवसरः एव नास्ति। इत्युक्ते तत्र किं लिखितम्, अत्र दृश्यतु कर्पत्रे किं लिखितम्, कर्पत्रे लिखितं तत्र धातुः अस्ति ष्ठा, ष्ठा इति धातुः अस्ति इदानीं तत्र, परन्तु धातुपाठे ष्ठा दत्तं, तत् इदानीं त्यजतु। अस्मिन् कर्पत्रे किं लिखितम्, एकस्मिन् समये ष्ठा इति लौकिकरूपस्य निर्माणार्थम् एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः अत्र अस्मिन् सोपाने। कस्य कस्य? एकम् अस्ति ष्टुत्वसन्धिः, ष्टुत्व अवसरः अत्र अस्ति। किमर्थं चेत् मूर्धन्यषकारस्य साक्षात् परे तथ द द न तु अस्ति, स्तोः अस्ति, तवर्गीयवर्णः साक्षात् परे अस्ति, अतः ष्टुत्व अवसरः अपि अस्ति। अपि च अत्र धातुवादेशः सः सूत्रद्वयस्य प्रसक्तिः एकस्मिन् समये अस्ति, धात्वादेशः सः इति सूत्रस्य अपि प्रसक्तिः ष्टुत्व अवसरः अपि अस्ति। ष्टुत्व इति यः सूत्रम् अस्ति सः त्रिपादीसूत्रं, त्रिपाद्याम् एतत् सूत्रम् अस्ति, परन्तु धात्वादेशः सः इति सूत्रं कुत्र अस्ति, सपाद सप्त्यादि षष्ठाध्याये अस्ति। अतः द्वयोः मध्ये बलाबलचिन्तनं कुर्मः चेत् एकं सूत्रं सपाद सप्ताध्यायी, द्वितीयं सूत्रं त्रिपादी। सपाद सप्ताध्यायी सूत्राणां कृते त्रिपादीसूत्राणि असिद्धानि, अतः पूर्वसूत्रेण एव कार्यं। पूर्वसूत्रं किं, धात्वादेशः सः, सो धात्वादेश के सूत्रेण कार्यं कुर्मः चेत् किं भवति, स्था भवति, स्था भवति चेत् अनन्तरं श्रुत्व अवसरः एव नास्ति, श्रुत्वसन्धि अवसरः नास्ति इदानीं, तत्र स्था एव तिष्ठति। सो अतः तत्र एतादृशः शास्त्ररीत्या शास्त्रचिन्तनम् अस्ति, परन्तु यथा तत्र ष्ठा इति दत्तं, यदा वयं तत्र धातुवादेशः सः इति सूत्रेण सकारादेशः कुर्मः, धातुवादेशः सः इति सूत्रेण यत् पूर्वे ष्टुत्वसन्धि अभवत् तत् न दृश्यते, तत् शास्त्रसिद्धम्। For sakarah, this was always tha eva, because it cannot see the karya of shtutva. Shtutva karyam na drishyate, dhatvadeshah saha iti sutra sikrite. Ataha tatra swataha ditya parivartanam api bhavati, iti tatra likhitam. Parantu shastra ritya chintanam kurmaha chet, lok mule to shtha asti. Dhatu pathe shtha shuyate, kim artham chet? सन्धिकार्यस्य कृते कोऽपि तत्र पदनिर्माणार्थं वा इति तत्र नास्ति, परन्तु यदा तत्र पदनिर्माणार्थं स्था इति धातु नयामः तत्र एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः। केन सूत्रेण? प्रथमे कार्यं धातुवादेशः सः इति सूत्रेण प्रथमे कार्यं, किमर्थं चेत् तत्र सपादसप्तादयायीसूत्रं, द्वितीयसूत्रं त्रिपाद्यां, सपादसप्तादयायी कृते त्रिपादीसूत्राणि असिद्धानि, अतः तत्र यदा स्था भवति अनन्तरं श्रुत्वा अवसरः एव नास्ति, अतः स्था एव लौकिकरूपम् इति तत्र किमस्ति शास्त्रीयचिन्तनम्। अस्तु, इदानीं किमपि इदानीं तु अत्र पुनः अस्य सूत्रस्य विषये पुनः न श्रूयते भगिनी, सम्यक् न श्रूयते, वदतु। पूर्णिमा भगिनी न श्रूयते? आं भगिनी, किमपि न, धन्यवादाः वक्तुं। सर्वैः अवगतं न? इदानीं पर्यन्तं यत् पठितं तत् अवगतं वा? अनन्तरम् एतस्य विषये पुनः चिन्तनं कुर्मः। सम्यक् कार्यसिद्धं किमस्ति? किं महोदय? कार्यसिद्धं किम् अस्ति? कार्यसिद्धं, कार्यसिद्धं विषये अग्रिमकक्षायां पठामः, इदानीं तु समयः अभवत्। एकम् अन्यत् स्लैड् अस्ति, अग्रिमे वर्गे तत्र पठामः। इदानीं बहु समयः अभवत्, 8:40 आलरेडि। एकनिमिषः शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। धन्यवादः, नमस्कारः। धन्यवादः, नमस्कारः।